श्रीमते रामानुजाय नमः। श्रीस्तवः श्रीवत्सचिह्नमिश्रेभ्यो नम भुक्तिमधीमहे। यदुक्तयस्त्रयी कण्ठे यान्ति मङ्गलसूत्रताम्। स्वस्ति श्रीर्दिशतः दशेध जगताम् सर्गोपसर्गस्थितिः। स्वर्गम् दुर्गतिमापवर्गिकपदम् सर्वम् च कुर्वन् हरिः। यस्यावीक्ष्य मुखम् तदिङ्गितपराधिनो विधत्ते अखिलम्। क्रीडेयम् खलु नान्यथास्य रसदा स्यादैकरस्यात्तया। हे श्रीर्देवि समस्तलोकजननीम् त्वाम् स्तोतुमिहामहे। युक्ताम् भावय भारतीम् प्रगुणय प्रेम प्रधानाम् धियम्। भक्तिम् भन्दय नन्दयाश्रितमिमम् दासम् जनम् तावकम्। लक्ष्यम् लक्ष्मिकटाक्ष वीक्षि विसृते स्ते स्यामचामी वयम्। स्तोत्रम् नाम किमामनन्ति कवयो यद्यन्यदीयान् गुणान्। अन्यत्र स्वसतोऽधिरोप्य भणिति सासरी वन्ध्या त्वयि। सम्यक् सत्यगुणाभिवर्णनमथो ब्रूयुः कथम् तादृशी। वाग्वाचस्पतिनापि शक्य रचना त्वत्सद्गुणान्नो निधौ। ये वाचाम् मनसाम् च दुर्ग्रहतया ख्याता गुणाः स्तावकाः। तानेव प्रतिसाम्बुजिह्वमुदिताः इमामिका भारती। हास्यम् तत्तु न मन्महेन हि चकोरि एकाकिताम् चन्द्रिकाम्। नालम् पातुमिति प्रगृह्य रसनामासीत सत्याम् तृषी। क्षोदीयानपि दुष्टबुद्धिरपि स्नेहोऽप्यमीहोऽपि ते। कीर्तिम् देवि लिहन्नहम् न च बिभेम्यज्ञो न जिह्रेमि च। दुष्येत् स्वासु न तावता नहि शुना लिढापि भागीरथी। दुष्येच्छ्वापि न लज्जते न च बिभेत्यार्तिस्तु शाम्येच्छुनः। ऐश्वर्यम् महदेव वाल्पमथवा दृश्येत पुंसाम् हियत्। तल्लक्ष्म्याः समुदीक्षणात्तमयतः सार्वत्रिकम् वर्तते। तेनैतेन न विस्मये महि जगन्नाथोऽपि नारायणः। धन्यम् मन्यत ईक्षणात्तवयतः स्वात्मानमात्मेश्वरः। ऐश्वर्यम् महदेव वाल्पमथवा दृश्येत पुंसाम् हियत्। तल्लक्ष्म्याः समुदीक्षणात्तवयतः सार्वत्रिकम् वर्तते। तेनैतेन न विस्मये महि जगन्नाथोऽपि नारायणः। धन्यम् मन्यत ईक्षणात्तवयतः स्वात्मानमात्मेश्वरः। ऐश्वर्यम् यदशेषम् सियदिदम् सौन्दर्यलावण्ययोः। रूपम् यच्च हि मङ्गलम् किमपि यल्लोके सदित्युच्यते। तत्सर्वम् त्वदधीनमेव यदतः श्रीनित्यभेदेन वा यद्वा श्रीमदितीदृशेन वचसा देवि प्रतामश्नुते। देवि त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते। यद्यप्येवमथापि नैव युवयोः सर्वज्ञता हीयते। यन्नास्त्येव तदज्ञतामनुगुणाम् सर्वज्ञताया विदुः। व्योमाम्भोजमिदम् तया किलमिदम् भ्रान्तोऽयमित्युच्यते। लोके वनस्पति बृहस्पति तारतम्यम् यस्याः प्रसादपरिणाममुदाहरन्ति। सा भारती भगवती तु यदीयदासी। ताम् देवदेवमहिषीम् श्रियमाश्रयामः। यस्याः कटाक्षमृदुवीक्षणदीक्षणेन सद्यस्तमुल्लसितपल्लवमुल्ललास। विश्वम् विपर्यय समुत्थविपर्ययम् प्राक् ताम् देवदेवमहिषीम् श्रियमाश्रयामः। यस्याः कटाक्षवीक्षाक्षणलक्षम् लक्षिता महेशा स्युः। श्रीरङ्गराजमहिषी सा मामपि वीक्षताम् लक्ष्मीः। इति श्रीस्तवः समाप्तः।